पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 40 शेष उवाच सेनाचरा महाराज्ञो महाबलसमन्विताः समागतास्तं पश्यन्तो हयं रामस्य भूपतेः क्वासावश्वकेन नीधः कथं वा दृश्यते न सः को गन्धायमपुर्यां वैवाहं हृत्वा सुमं दधीः विलोकयं तस्तन्मार्गं यावत् सेनाचरारपोः तावत् प्राप्तो महाराजो महासैन्यपरिवृतः पप्रच्छ सेवकान् सर्वान् कुत्राश्वो मम साम्प्रतं न दृश्यते कथं वाहस्वर्णपत्र सुशोभितः इति तद्वचनं श्रुत्वा सेवकास्ते कयानुगाः प्रोजुर्नाथ मनोवेगो वाहकेनापि कानने हृदो न लक्ष्यते तस्मादस्माभिर्मार्गकोवितैः तदत्र यत्नकर्तव्यो हयप्राप्तिं प्रतिप्रभो तेषां वचनमाकर्ण्यपप्रच्छसुमतिं नृपः शत्रुघ्नशत्रुसंहारकारी मोहनरूपधृक शत्रुघ्न उवाच कोत्र राजा निवसति कथं वाहस्य सङ्गमः कियद्बलं भूमिपदेर्येन मेद्य हृदोहयः सुमतिरुवाच राजन्देवपुरं ह्येतद्देवेनैव विनिर्मितं कैलासमिव दुर्गम्यं वैरि सङ्घैः सुसंहतैः अस्मान्वीरमणि राजा महाशूरप्रतापवान् राज्यं करोति धर्मेण शिवेन परिरक्षितः योऽसौ प्रलयकारी स आस्ते भक्त्या वशीकृतः चन्द्रचूडस्वभक्तस्य पक्षपादं सृजन् सदा तस्मादत्र महद्युद्धं गृहीतश्चेद्भविष्यति यत्ता सन्तः प्रकुर्वन्तु रक्षणं खडकस्य हि एवं श्रुत्वा स शत्रुघ्नः सर्वभूपशिरोमणिः सैन्यव्यूहं रज्जित्वासौ तिष्ठति स्म महायशाः अथ तं सुखमासीनं मन्त्रयन्तं सुमं त्रिणा आजगामस देवर्षिर्युद्धकौतुकसंयुधः तमागतं मुनिं दृष्ट्वा शत्रुघ्नस्तपसां निधिम् अभ्युद्धायासने स्थाप्य मधुपर्कमधार्पयद स्वागतेन च सन्तुष्टं नारदं मुनिसत्तमम् उवाच प्रीणयन्वाच वाक्यवादविशारदः शत्रुघ्न उवाच मदीयोऽश्व कुत्र विप्रकथयस्व महामदे न लक्ष्यते गदिस्तस्य सेवकैर्मम कोविदैः शंसतं येन वानीतं क्षत्रियेण च मानिना कथमत्र हयप्राप्तिर्भविष्यति तपोधन इति वाक्यं समाकर्ण्य शत्रुघ्नस्य स नारदः उवाच वीणां प्रणयन् गायन् रामकथां मुहुः नारद उवाच एतद्देवपुरं राजन् भूपो वीरमणिर्महान् यत्पुत्रेण वनस्तेन गृहीतस्तव वाजिराट तत्र युद्धं महत्तेद्य भविष्यति सुदारुणं अत्र वीराः पतिष्यन्ति बलशौर्यसमन्विताः तस्मादत्र महायत्नास्तातव्यं ते महाबल रचयव्यूहरचनां दुर्गमां परसैनिकैः जयस्थे भविता राजन् कृच्छ्रेणास्मान् नृपोत्तमाद रामं को नु पराजीयाद्भुवने सकले ह्यपि इत्युक्त्वान्तर्दधे विप्रो नभसि स्थितवांस्ततः युद्धं सुदारुणं द्रक्ष्यन् देवदानवयोरिव शेष उवाच अध राजा वीरमणिः सर्व शूरशिरोमणिः पडखं घोषितुं स्वीये पुरमध्ये महारवम् आह्वयामास सेनान्यं रिपुवीरं महोन्नतं कथयामास चक्षिप्रं मेघगम्भीरया गिरा वीरमणिरुवाच सेनानीः पडहस्याज्ञां देहि मे शोभने पुरे तच्छ्रुत्वा मे सुसन्नद्धाशत्रुघ्नं प्रदीयान्तु ते इति वाक्यं समाकर्ण्य राज्ञो वीरमणेस्तदा कारयामासपटकं महारवनिनादिदम् गेहे गेहे च रध्यायां श्रूयते पडहध्वनिः शत्रुघ्नं यान्तु ये सर्वे वीरा राजपुरे स्थिताः ये वैराज्ञः समुल्लङ्घ्य शासनं वीरमानिनः पुत्रा वा भ्रातरो वापि ते वध्यास्युर्नृपाज्ञया शृण्वन्तु वीरा पुनरप्याहते पडहेरवं श्रुत्वा विधीयतामाशु कर्तव्यं मा विलम्बितं शेष उवाच इति पडहरवं स्वकर्णगोचरं नरवरवीरवरा ययोर्नृपोत्तमं कनककवच भूषितस्वदेहाः समरमहोत्सव हृष्टचित्तकोशाः केचिद्ययुच्छिरस्त्राणं धृत्वा शिरसि शोभनं कवचेन सुशोभाढ्याशतकोटि सुशोभिताः रथेन हय युग्मेन मणि काञ्चनशोभिना ययुस्ते राजसन्देशान् नृवरालयमुन्मदाः केजिन्मतं गगजैर्मत्तैः केजिद्वाहैः सुशोभनैः ययोर्नपगृहं सर्वे राजसन्देशकारकाः विविक्तस्वर्णकवच शिरस्त्राण सुशोभितः रुक्माङ्गदोऽपि जनिजे रथे तिष्ठन् मनोजवे शुभाङ्गदोऽनुजस्तस्य महारत्नमयं दधत कवचं वपुषि श्रेष्ठं निजं प्रायाद्रणोत्सवे राजभ्राता वीरसिंहः सर्वशस्त्रास्त्रकोविदः ययौ नृपाज्ञया तत्र शासनं भूमिपश्य हि जामेयस्तस्य राज्ञोऽपि बलमित्र यदि स्मृतः सन्नद्धकवची खड्गी जगाम नृपमन्दिरम् सेनानी रिपुवारोऽपि सेनां तां चतुरङ्गिणीं सज्जां विधाय भूपायन्यवेदय दधो महान् अध राजा वीरमणिः सर्वशास्त्रास्त्रपूरितं मणिसृष्टोच्च चक्रोच्च मारोहस्यन्दनोत्तमं ततो वीरार्णवे शङ्खनिनदाश्च समन्ततः श्रूयते कादरान्वीरान् प्रेरयन्निव सङ्करे धैर्यः समं तदो जग्नुशुभवादकवादिदः अनीकान्यत्र तस्यासन् सङ्ग्रामाय प्रतस्तुषः सर्वे कृतस्वस्त्ययनाः सर्वाभरणभूषिताः सर्वशस्त्रास्त्रसम्पूर्णा ययुः समरमण्डलम् भेरीशङ्खनिनादेन पूरिताश्च नगा गुहाः अकारितुं गत किं नु तद्रवस्वर्गसंस्थितान् तस्मिन् कोलाहले वृत्ते राजा वीरमणिर्महान् रणोत्साहेन संयुक्तो ययौ प्रधनमण्डलम् आगत्य संस्थितस्तावद्रथपत्तिसमाकुलं समुद्र इव तत्स्थानात् प्लावितुं पुरुषानयाद तदा गदं बलं दृष्ट्वा रथिभिः शस्त्रकोविदैः कोलाहलीकृतं सर्वमुवाच सुमतिं नृभः शत्रुघ्न उवाच समागतो वीरमणिर्मम वाजिधरो बली योद्धुं मां महदा भूयः सैन्येन चतुरङ्गिणा कथं युद्धं प्रकर्तव्यं ये योत्स्यन्ति बलोत्कटाः तान् सर्वान् दिश मे वीरान्यथा स्याज्जय ईप्सितः सुमतिरुवाच स्वामिन्नसौ महाराजो महासैन्यपरीवृतः समागतः स युद्धार्थं शिवभक्तिसमन्वितः साम्प्रतं युध्यतां वीरः पुष्कलः परमास्त्रविद अन्येऽपि नीलरत्नाद्या योद्धारो युद्धकोविदः शिवेन सह योद्धव्यं राज्ञा वा भवता नख द्वन्द्वयुद्धेन जेतव्यो महाबलपराक्रमः अनेन विधिना राजन् जयत्तेऽत्र भविष्यति पश्चाद्यद्रोचते स्वामींस्तत्कुरुष्व महामदे शेष उवाच इति वाक्यं समाकर्ण्य शत्रुघ्नः परवीरः सुभडानादिदेशाद युद्धाय कृतनिश्चयः सर्वैः ससैन्यैर्युद्धार्थं राजभिः शस्त्रकोविदैः यथा स्यान्मे जयः क्षिप्रं यदि तव्यं तथा पुनः जयार्थं राघवस्यैव श्रुत्वा ते रणकोविदाः महोत्साहेन संयुक्ता ययुर्योद्धुं तु सैनिकैः इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे वीरमणिना सह युद्धनिश्चयो नाम चत्वारिंशत्तमोऽध्यायः ॐ